सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. भगिनी सुभाषितं स्मारयतु. ॐ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः. ॐ श्रीगुरुभ्यो नमः. धन्यवादाः. रुक्लकारः इति विषयः प्रवर्तमानः अस्ति. एतं विषयम् अधिकृत्य एका कथा वर्तते अस्माकं पुस्तके. कथा आरब्धा किन्तु न समापिता. अद्यापि कथायाः अनुवर्तनं भवति. कथायाः शीर्षकमस्ति तदा किं किं भविष्यति इति. षोडशाधिक एकशतं पुटं पश्यन्तु. कथायाः आरम्भः जातः पूर्वस्मिन् वर्गे. कथायाः प्रथमपरिच्छेदस्य अर्धभागमेव वयं समापितवन्तः. अर्धभागः इति उक्तवती खलु, समस्तपदमेव अर्धभागः इत्यत्र तत्पुरुषसमासः अस्ति. अर्धं भागस्य इति विग्रहवाक्यं वक्तव्यं भवति. प्रथमा तत्पुरुषसमासः इति केचन जनाः वदन्ति, किन्तु तस्य अन्यनाम अस्ति एकदेशीसमासः. अर्धं भागस्य इति विग्रहवाक्यम्. अपि च पूर्वस्मिन् वर्गे कथायाम् उपस्थितानां केषाञ्चन विशिष्टपदानां चिन्तनं वयं कृतवन्तः. केषाञ्चन पदानां चिन्तनम् अभवत् तस्मिन् प्रसङ्गे कानिचन ई पत्राणि प्रेषितानि मया. तेषां प्रसङ्गे किञ्चित् उक्त्वा कथायाः चिन्तनं कुर्मः. गते वर्गे अस्माकं वर्गः प्राचलत् वा न वा इति न जानामि, किन्तु तस्मिन् विषये चिन्ता मास्तु. अद्यापि कथायाः अनुवर्तनम् एव भवति. गते वर्गे अन्य इति पदस्य प्रसङ्गे चिन्तनं कृतवन्तः. अन्य इति प्रातिपदिकमस्ति. प्रथमा विभक्ति एकवचनरूपं नपुंसकलिङ्गे अन्यत् इति भवति. अन्यत्, अन्ये, अन्यानि एवं रूपाणि भवन्ति. अन्य इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. नपुंसकलिङ्गे प्रथमाविभक्ति एकवचने अन्यत् इति रूपं सिद्ध्यति. प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययः अस्ति. सुप्रत्ययं योजयामः, तत्र एकम् अन्यत् विशिष्टं सूत्रं कार्यं करोति. अदड्डतरादिभ्यः पञ्चभ्यः, अदड्डतरादिभ्यः पञ्चभ्यः इति सूत्रेण अदड् इति आदेशः भवति. अदड् इति कथनेन प्रत्ययस्य अन्तिमवर्णः डकारः अस्ति खलु, अतः डित् इति वदामः. डकारस्य लोपः भवति इति संज्ञा भूत्वा तदर्थं डित् प्रत्यये परे टेः इति सूत्रेण टिसंज्ञकवर्णस्य लोपः अपि भवति. अतः अन्ययोगः अद् इति रूपम् अस्ति. तत्र वर्णमेलनेन अन्यद् इति रूपं सिद्ध्यति. तत्र चर्त्वमपि भवति. खरि च इति सूत्रेण चर्त्वं भूत्वा अन्यत् इति एकं रूपम्, अन्यद् इति द्वितीयं रूपं सिद्ध्यति. त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. अन्यद्, अन्ये, अन्यानि एवं रूपाणि नपुंसकलिङ्गे. अन्यः, अन्यौ, अन्ये पुंलिङ्गे. अन्या, अन्ये, अन्याः स्त्रीलिङ्गे रूपाणि भवन्ति. गते वर्गे दृष्टवान्, कृतवान्, गतवान् इत्यादीनि पदानि वयं दृष्टवन्तः. तत्र प्रातिपदिकं तकारान्तप्रातिपदिकं गतवत्, कृतवत्, दृष्टवत् इत्यादीनि प्रातिपदिकानि सन्ति. तत्र प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे गतवान्, कृतवान्, दृष्टवान्. तत्र प्रातिपदिकं गतवत् अस्ति. वत् इत्यत्र अन्ते रूपं किमस्ति, अत् इति रूपमस्ति खलु. तदर्थं तत्र अत्वसन्तस्य च धातोः इति एकं सूत्रमस्ति. अत्वसन्तस्य च धातोः इति सूत्रेण उपधादीर्घत्वं भवति. तदर्थमेव गतवान्. तत् सूत्रं विशिष्टं सूत्रम्. अत्वसन्तस्य च धातोः इत्युक्ते अत् प्रत्ययान्तशब्दः, अपि च अस् इति यस्य पदस्य अन्ते अस्ति तादृशशब्दाः. तेभ्यः परं प्रथमपुरुष एकवचन सुप्रत्यये परे दीर्घादेशः भवति इति कृत्वा गतवान्, कृतवान्, दृष्टवान् एवं रीत्या पुंलिङ्गे प्रथमाविभक्ति एकवचनरूपं भवति. तत्र अन्यानि कार्याणि अपि सन्ति. दीर्घत्वं तु अत्वसन्तस्य च धातोः सूत्रेण भवति, पश्चात् नुमागमः भवति. एतादृशानि अन्यानि कार्याणि अपि सन्ति. अतः गतवान्, अपि च गते वर्गे निराशा इति पदम् आगतं, तत्रापि चिन्तनमस्ति. उदाहरणार्थं निराशः पुरुषः, निर्दयः पुरुषः, निष्करुणः पुरुषः. पुरुषस्य विशेषणं भवति चेत् इत्युक्ते तत्र अन्यपदार्थप्राधान्यं वर्तते चेत् प्रादिबहुव्रीहिसमासः भवति. निराशः पुरुषः इति कथनेन तस्मिन् वाक्ये पुरुषस्य विशेषणं निराशः इति पदम् अस्ति चेत् तस्मिन् पदे प्रादिबहुव्रीहिसमासः अस्ति. तत्र विग्रहवाक्यं कथं भवति? निर्गता आशा यस्मात् सः, निर्गता दया यस्मात् सः, निर्दयः निष्करुणः, निर्गता करुणा यस्मात् सः. एवं विग्रहवाक्यानि वक्तव्यानि भवन्ति. निष्करुणः, निराशः, निर्दयः इत्यादिषु पदेषु प्रादिबहुव्रीहिसमासः अस्ति. निराशा इति पदम् एव अस्ति चेत् तस्मिन् पदे केवलं प्रादिसमासः अस्ति. उपसर्गः अस्ति चेत् तत्र प्रादिसमासः भवति. निराशा इत्यत्र प्रादिसमासः अस्ति. अन्यानि उदाहरणानि वदामि. सुजनः इति वदनेन शोभनः जनः, तावदेव, तत्र प्रादिसमासः अस्ति. एवमेव दुर्जनः, दुष्टः जनः. दुष्पुरुषः, दुराचारः पुरुषः. सुपुरुषः, शोभनः पुरुषः इत्यादिषु पदेषु प्राचार्यः, प्रगतः आचार्यः, प्राचार्यः इत्यादिषु पदेषु केवलं प्रादिसमासः अस्ति. प्रादिसमासः भिन्नः, प्रादिबहुव्रीहिसमासः भिन्नः. अपि च सुभाषितम् इति वदनेन सुष्ठु भाषितम् इति विग्रहवाक्यं वदामश्चेत् शोभनं भाषितं, सुष्ठु भाषितम् इति विग्रहवाक्यं भवति. सुष्ठु इति एकं पदम् अस्ति. सुतिष्ठति इति अर्थः अस्ति. सु उपसर्गः अस्ति. स्था धातोः रूपमेव सुष्ठु. तत्र षत्वमपि भवति. तत्र स्था धातौ सकारः अस्ति खलु, सकारस्य षत्वं भवति. अपि च यदा षत्वं भवति तदा ठकारस्य स्थाने मूर्धन्यठकारः अपि आयाति. सुष्ठु इति पदम् उणादिसूत्रेण निर्मितम् इति मया पठितम्. आपदुः सुषुस्थः इति उणादिसूत्रेण सुष्ठु इति पदं निर्मितं. षत्वमपि तत्र भवति. सुषामादिषु च, सुषामादिषु च इति तत्र सूत्रमस्ति. तत्र सुषामा इति एकं पदम् अस्ति. सुषामा इति कथनेन शोभनं सामा, शोभनं सामा, सुषामा. एवमेव सुष्ठु इत्यत्रापि षत्वं भवति. उणादिसूत्रेण सुष्ठु इति पदं निर्मितम्. अपि च सावधानतया पठतु इति वदामश्चेत् सावधानता, सावधानत्वम् इति अपि अस्ति. एते प्रश्नाः गते वर्गे आगताः, तदर्थं वदन्ती अस्मि. सावधानता इत्यत्र तल् प्रत्ययः अस्ति. सावधानत्वम् इत्यत्र त्वा प्रत्ययः अस्ति. तस्य भावस्त्वतलौ इति सूत्रेण तस्य भावः इत्यस्मिन् अर्थे त्वा प्रत्ययः, तल् प्रत्ययः, द्वयोः विधानं भवति. सावधानता, सावधानत्वं द्वयोः अर्थः समानः, किन्तु तत्र प्रत्ययः भिन्नः. अपि च दत्तः, दत्तवान्, दत्तं, दत्तिः ईदृशानि पदानि दाधातोः रूपाणि. दाधातुतः क्तायोजनेन दत्त, क्तवतु योजनेन दत्तवान् पुंलिङ्गे, क्तिन् योजनेन दत्तिः. तत्र किं किं भवति इति प्रश्ने सति दाधातुतः क्ताप्रत्ययस्य योजनेन दत्त. धातुः दीर्घ आकारान्तधातुः, दा अस्ति, किन्तु तत्र दत्त इति कथं भवति इति प्रश्नः उदेति. तत्र दो दद्घोः इति एकं सूत्रमस्ति. दा धातोः प्रसङ्गे क्ताप्रत्यये परे इत्युक्ते तकारादि किति प्रत्यये परे, क्ताप्रत्ययः, क्तवत् प्रत्ययः, क्तिन् प्रत्ययः, तकारादि प्रत्ययाः खलु. तकारादि किति प्रत्यये परे दास्थाने दत् आदेशः भवति. दत् इति कथनेन वर्गस्य द्वितीयवर्णः दत् इति आदेशः भवति. दत् योगः क्ता इति रूपमस्ति. दत् योगः क्ता इति कथनेन क्ता इत्यत्र ककारः इति संज्ञकः. तदा किं भवति? दत् योगः क्ता इति रूपमस्ति. तत्र महाप्राणथकारस्य स्थाने खरीच सूत्रेण चर्त्वं भूत्वा तकारः आयाति, वर्णमेलनेन दत्त इति रूपं भवति। तत्र दाधातुतः दत्तवान्, दत्तः, दत्तिः इत्यादिषु रूपेषु रूपसाधनवेलायां दो दद्घोः इति एकं सूत्रम्, अन्यत् सूत्रं खरिच इति सूत्रेण चर्त्वं भवति। अपि च पदानां, शब्दानां, बालानां, रामाणां, मालानां, गौरीणाम् इत्यादिषु पदेषु नाम नाम इति आयाति खलु, तत्र षष्टिविभक्ति बहुवचनप्रत्ययः आम् प्रत्ययः, आम् प्रत्यये परे ह्रस्वनद्यापो नुट् इति सूत्रेण नुट् आगमः भवति। आगमः इति कथनेन आदौ आयाति, नुट् आगमः। नुट् इत्यत्र टकारः इति संज्ञकः, नकारः एव शिष्यते। पदानाम् इति वदामश्चेत् पद इति अकारान्तप्रातिपदिकमस्ति खलु, शब्द इति अकारान्तप्रातिपदिकम्, अथवा बाल राम इति अकारान्तप्रातिपदिकम् अस्ति। तत्र किं भवति, बालानां रामाणां दीर्घत्वमपि अस्ति खलु, पदानां शब्दानां। नकारः ह्रस्वनद्यापो नुट् इति सूत्रेण नकारः आयाति, दीर्घत्वं केन सूत्रेण आयाति, नामि इति सूत्रेण दीर्घत्वं भवति। तेन पदानां, शब्दानां, बालानां, मालानां, गौरीणाम् इत्यादीनि पदानि सिद्ध्यन्ति। गौरीणाम् इत्यत्र रेफः अस्ति इति कारणतः णत्वमपि भवति। तस्मिन् प्रसङ्गे ह्रस्वनद्यापो नुट् इति एकं सूत्रं, तेन नुट् आगमः, नामि सूत्रेण दीर्घत्वं भवति, तेन तत्रूपं सिद्ध्यति। अपि च गते वर्गे सर्वेषु भवनेषु इति पदम् आगतम् अस्माकं कथायां। सर्वेषु पदेषु, भवनेषु, अर्धेषु, रामेषु इति सप्तमी बहुवचनरूपम् अस्ति। तत्र किमस्ति, राम इति प्रातिपदिकं स्वीकृत्य सप्तमी विभक्ति बहुवचनप्रत्ययः सुप् प्रत्ययः अस्ति, अन्तिमप्रत्ययः। सुप् प्रत्ययं योजयामः, सुप् इत्यत्र पकारः इति संज्ञकः, सु एव शिष्यते। तत्र किं कार्यमस्ति, रामयोगः सु योजनेन बहुवचने झल्येत् इति सूत्रेण सुप्रत्यये परे अदन्तस्य अङ्गस्य, तत्र राम अथवा बाल अथवा पद, सर्व, भवन इत्यत्र अकारान्तप्रातिपदिकम् अस्ति इति कृत्वा अदन्तम् अङ्गमस्ति, अदन्त अङ्गेषु एव एतादृशं कार्यं भवति। अदन्तम् अङ्गमस्ति इति कारणतः बहुवचने झल्येत् इति सूत्रेण अदन्त अङ्गस्य झलादिसुप्रत्यये परे एकारादेशः भवति, इत्युक्ते राम इत्यत्र अकारस्य स्थाने एकारः भवति, तेन रामे, रामे योगः सु इति स्थितिः अस्ति। सुप् इत्यत्र पकारः इति संज्ञकः, रामे योगः सु इति रूपम् अस्ति। तत्र एकारः अपि इण्कोः वर्णः, अतः आदेशप्रत्ययोः इति सूत्रेण षत्वं भूत्वा रामेषु, सर्वेषु, पदेषु, भवनेषु, अर्धेषु इत्यादिषु एतादृशानि कार्याणि भवन्ति। अपि च सुग्रीवः इति पदमस्ति चेत् सुष्ठु ग्रीवा यस्य सः इति विग्रहवाक्यमस्ति, बहुव्रीहसमासः अस्ति तस्मिन् पदे। अस्माकं पाठे आयाति अयं विषयः। एकम् उदाहरणम्, अहं पुस्तकं न स्वीकरोमि किन्तु विद्यालयं गच्छामि, तस्मिन् अर्थे वक्तुमिच्छामश्चेत् अहं पुस्तकं न स्वीकृत्य इति वदामश्चेत् तत्र अर्थः भिद्यते, पुस्तकम् अस्वीकृत्य विद्यालयं गच्छामि इति एव वक्तव्यमस्ति। पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि इति वदामश्चेत् तत्र अर्थः भिन्नः, इत्युक्ते अहं पुस्तकं स्वीकरोमि किन्तु विद्यालयं न गच्छामि इति अर्थः तत्र सिद्ध्यति। तदर्थम् अहं पुस्तकम् अस्वीकृत्य विद्यालयं गच्छामि इति वाक्यं साधु भवति, किमर्थं चेत् अस्माकं विवक्षा तादृशी अस्ति, इत्युक्ते तत्र शास्त्रचिन्तनं किं, स्वातन्त्र्येण प्रयुक्तस्य नय्यः अन्वयः सदा प्रधानक्रियया भवति। स्वातन्त्र्येण प्रयुक्तस्य नयः अन्वयः, नकारस्य अन्वयः प्रधानक्रियया सह भवति। अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि इति वदामश्चेत् न इति पदस्य अन्वयः सर्वदा प्रधानक्रियया सह भवति, इत्युक्ते न गच्छामि इति अर्थः तत्र सिद्ध्यति। नयः अन्वयः वाक्येषु सर्वदा प्रधानक्रियया सह गच्छति, प्रधानक्रियया सह भवति, किन्तु अस्माकं विवक्षा तादृशी नास्ति, तादृशार्थः न इष्यते, न इच्छामश्चेत् तदा तादृशरीत्या वक्तुं शक्नुमः. अस्माकं वाक्ये नञः अन्वयः अन्येन पदेन सह इष्यते चेत्, इत्युक्ते प्रधानक्रियापदेन सह न इष्यते, अन्येन पदेन सह इष्यते चेत् न इति पदं प्रयुज्य वक्तुं शक्नुमः. नञः अन्वयः स्वतन्त्र्येण भवति चेत् तदा तस्मिन् वाक्ये क्रियापदेन सह तस्य अन्वयः भवति. इत्युक्ते अस्वीकृत्य इति वदामश्चेत् तत्र समासः अस्ति, समासं कृत्वा एव वक्तव्यम्. उदाहरणानि कानि इति वक्तुमिच्छामश्चेत् न ज्ञात्वा मा वदतु इति वदामश्चेत् तत्र अज्ञात्वा इति एव वक्तव्यमस्ति. अज्ञात्वा, अदृष्ट्वा, अपठित्वा, अकृत्वा, अगत्वा, अज्ञात्वा, क्त्वान्तरूपाणां प्रसङ्गे, ल्यबन्तरूपाणां प्रसङ्गे अपि एवमेव वक्तव्यम्. न ज्ञात्वा, न कृत्वा, न दृष्ट्वा, न पठित्वा इति वदामश्चेत् न इत्यस्य अन्वयः प्रधानक्रियया सह भवति. अस्माकं विवक्षा तादृशी नास्ति चेत् सः प्रयोगः दुष्टप्रयोगः अथवा असाधुप्रयोगः इति वक्तुं शक्यते. अपि च अस्माकं कथायाम् एकं पदम् आगतं, पुरुषार्थः. पुरुषार्थः इत्यत्र विग्रहवाक्यं पुरुषाय अयम्. तत्र चतुर्थी तत्पुरुषसमासः अस्ति. चतुर्थी तत्पुरुषसमासः चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रेण भवति. तस्मिन् सूत्रे अर्धशब्दः अस्ति. तस्मिन् सूत्रे अर्धशब्दस्य अर्थः तु प्रयोजनम्. अर्थः इत्युक्ते प्रयोजनं, पुरुषस्य प्रयोजनम् इति अर्थः. पुरुषाय अयम् इति विग्रहवाक्यं भवति. चतुर्थी तत्पुरुषसमासविधायकसूत्रे अर्ध इति पदम् उक्तमस्ति. तत्र अर्ध इति पदस्य अर्थः तु प्रयोजनम्. पुरुषार्थः इत्यस्मिन् पदे चतुर्थी तत्पुरुषसमासः अस्ति. अपि च अस्माकं कथायाम् एकं वाक्यं दत्तमस्ति, आञ्जनेयः सीतायाः अन्वेषणार्थं लङ्कां गतवान् वाक्यमस्ति. अन्वेषणार्थं गतवान् इति तत्र वाक्यम्. अन्वेषणार्थम् इत्यस्मिन् अपि चतुर्थी तत्पुरुषसमासः एव अस्ति. चतुर्थी तदर्थार्थ बलिहितसुखरक्षितैः इति सूत्रेण एव चतुर्थी तत्पुरुषसमासः एव तत्रापि अस्ति. तत्र इतोपि भेदः अस्ति. आञ्जनेयः अन्वेषणार्थं गतवान्. किमर्थं गतवान्? अन्वेषणार्थं गतवान् इत्युक्ते तस्मिन् वाक्ये तत्पदं क्रियाविशेषणं भवति. तस्मिन् पदे चतुर्थी तत्पुरुषसमासः अस्ति, अपि च तत्पदं तस्मिन् वाक्ये क्रियाविशेषणं भवति. तादृशी स्थितिः अस्ति चेत् चतुर्थी तत्पुरुषसमासस्य विधिसूत्र अन्तर्गतम् एकं वार्तिकमस्ति. तेन वार्तिकेन विशिष्टं कार्यं भवति. चतुर्थी तत्पुरुषसमासस्य अन्तर्गतम् एकं वार्तिकमस्ति. क्रियाविशेषणानां कर्मत्वं, नपुंसकलिङ्गं च वक्तव्यम् इति वार्तिकमस्ति. तेन वार्तिकेन अन्वेषणार्थम् इति पदं क्रियाविशेषणमस्ति इति कृत्वा तस्य रूपं नपुंसकलिङ्गे भवति, तस्य कर्मत्वं भवति. कर्मत्वं भवति इति कृत्वा द्वितीया विभक्तौ अस्ति इति वक्तव्यम्. एकवचने अपि भवति. आहत्य अन्वेषणार्थम् इति पदस्य वैशिष्ट्यं किम्? अन्वेषणार्थम् इति क्रियाविशेषणमस्ति, नपुंसकलिङ्गे अस्ति, कर्मपदमस्ति इति कृत्वा द्वितीया विभक्तौ अस्ति, एकवचने अस्ति. एतत् सर्वं कथं सिद्ध्यति इत्युक्ते तेन वार्तिकेन एतत् सर्वं भवति. क्रियाविशेषणानां कर्मत्वं, नपुंसकलिङ्गं च वक्तव्यम् इति. अहं भोजनार्थं गच्छामि, आञ्जनेयः अन्वेषणार्थं गतवान् इत्यादिषु पदेषु तत्पदं क्रियाविशेषणमस्ति. अपि च णिजन्तानां प्रसङ्गे अपि किञ्चित् प्रेषितवती, णिचः विधानम् आर्धधातुकम्. णिच् प्रक्रिया आर्धधातुकप्रक्रिया. आर्धधातुकप्रक्रियायां रूपसाधनार्थं माताजी किं कृतवती? सर्वेषाम् उपद्विसहस्रं धातूनां विभजनं कृतवती. चतुर्दश वर्गेषु सर्वे धातवः विभक्ताः. प्रत्येकस्मिन् वर्गे एकस्य धातोः रूपं वयं जानीमश्चेत् तस्मिन् एव वर्गे अन्येषां धातूनां रूपाणि सुलभतया साधयितुं शक्नुमः. एतत् सर्वं गते वर्गे आगतम् इति कृत्वा उक्तवती. णिजन्तानां प्रसङ्गे प्रत्येकं धातोः प्रसङ्गे भिन्नसूत्राणि कार्यं कुर्वन्ति. इत्युक्ते अष्टाध्यायीग्रन्थे सूत्राणि तथा सन्ति. आकारान्तानां कृते कानिचन सूत्राणि, इकारान्तानां कृते कानिचन सूत्राणि, तादृशक्रमेण अष्टाध्यायीग्रन्थे सूत्राणि लिखितानि, तदर्थं मातृभिः विभजनं कृतं, सर्वेषाम् उपद्विसहस्रं धातूनां विभजनं माताजी कृतवती. आकारान्तानां प्रसङ्गे एकस्य धातोः रूपं साधयितुं शक्नुमः चेत् अन्येषाम् आकारान्तानां रूपाणि सुलभतया ज्ञातुं शक्नुमः. एते प्रश्नाः गते वर्गे आगताः, तदर्थम् उक्तवती. इदानीं कथां प्रति सरेम. तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्ष्यतः इति वाक्यमस्ति. तावत्पर्यन्तं वयं समापितवन्तः. ततः पुत्रशोकेन कौसल्या, सुमित्रा, कैकेयी चापि मरिष्यन्ति इति वाक्यात् आरभ्य अद्य चिन्तनं करवाम. सुजाता भगिनी आरम्भं करोतु. ततः पुत्रशोकेन कौसल्या, सुमित्रा, कैकेयी च अपि मरिष्यन्ति. पुत्रशोकेन ततः अव्ययपदमस्ति. पुत्रशोकेन तृतीया विभक्ति. कौशल्या, सुमित्रा, कैकेयी च अपि मरिष्यन्ति. मरिष्यन्ति मृत्युः प्राप्नोति. कर्मपदं वक्तव्यं खलु, कर्मपदं खलु मृत्युः. मृत्युं प्राप्नुवन्ति. एताः महिलाः मृत्युं प्राप्नुवन्ति. प्राप्स्यन्ति इति वक्तव्यं खलु. प्राप्स्यन्ति. मरिष्यन्ति इति लिखितं खलु. आं, भविष्य रुष्लकारे प्राप्स्यन्ति भवति. प्राप्स्यन्ति भगिनि. तत्रापि चिन्तनमस्ति. अस्मिन् वाक्ये चापि इति पदमस्ति खलु. च योगः अपि चापि चकारप्रयोगः कृतः. चकारप्रयोगः यत्र अस्ति तत्र भिन्नचिन्तनमस्ति. यत्र चकारप्रयोगः भवति तत्र साकल्यार्थे वदामश्चेत् बहुवचने वक्तव्यं. स्वातन्त्र्यार्थे अपि चकारप्रयोगः भवति. स्वातन्त्र्यार्थे चकारप्रयोगः भवति चेत् मरिष्यति रूपमपि साधु. चकारप्रयोगस्य विषये रूपद्वयम् अपि योजयितुं शक्नुमः. सकलस्य भावः साकल्यं. साकल्यार्थे अत्र लिखितमस्ति. मरिष्यन्ति इति लिखितमस्ति. स्वातन्त्र्यार्थे चकारप्रयोगः भवति चेत् मरिष्यति इति रूपमपि साधु भवति. एतस्मिन् प्रसङ्गे एकं करपत्रमपि पूर्वम् अहं प्रेषितवती. चकारप्रयोगः कथं भवति इत्यस्मिन् प्रसङ्गे. पुत्रशोकः इति प्रथमान्तं पदमस्ति. मरिष्यति तस्मिन् प्रसङ्गे किञ्चित् वदतु. मरिष्यति मृ धातु अस्ति. प्रत्ययः योजनेन मरिष्यन्ति भवति. स अर्धधातुकप्रत्ययः अस्ति. मृ मर् भवति. उरण्ड्रपरः इत्यनेन. अत्र उरण्ड्रपरः इत्यनेन रेपः आयाति. मृ मर् भवति. केन सूत्रेण? सार्वधातुकार्धधातुकयोः. मर् भवति. मर् योगः नित्ययोजनेन मारि भवति. किमर्थं णिच्? अत्र आर्धधातुकलकारेषु इडागमचिन्तनं करणीयं खलु. आम् आं भगिनि, क्षम्यतां. मर् योगः स्या योगः ति मा मरिष् इडागम भवति अर्धधातुकप्रत्यये परे. मार् योगः ई योगः चति. शकारः उप चिन्ता मास्तु. चिन्तनं तु सम्यक् एव. मृ इत्यस्य गुणः भूत्वा मर् भवति. तत्र सार्वधातुक अर्धधातुकयोः एकं सूत्रम् उरण्ड्रपरः इत्यपि अस्ति. मर् भवति. धातुः मृ. मृ धातुः वस्तुतः अनिट् धातुः एव, किन्तु रुद्धनोः स्ये इति सूत्रेण स्या प्रत्यये परे तस्य सेट् त्वं सिध्यति, अतः सेट् भवति इति कृत्वा मरिष्यति इति इडागमयुक्तं रूपं सिध्यति. पश्यन्तु, मृ धातुः आत्मनेपदी धातुः, किन्तु अत्र रूपं कथमस्ति? परस्मैपदरूपम् अस्ति. किमर्थम् इति प्रश्नः आयाति. तत्र म्रियतेर् लुङ्लिङ्गोश्च इति एकेन विशिष्टसूत्रेण परस्मैपदरूपं सिद्ध्यति. धातुः वस्तुतः आत्मनेपदिधातुः, तदर्थमेव लटीरूपं म्रियते, किन्तु लृटीरूपं मरिष्यति इति परस्मैपदिरूपम् अस्ति, तदर्थमपि सूत्रमस्ति. अपि च कोशलदेशे भवा इति कौसल्या, अपि च केकयराजपुत्री, केकयराजस्य अपत्यं स्त्री इति वक्तुं शक्यते, कैकेयी. अग्रे पठतु. रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति. रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति. रामस्य मरणं वार्तां श्रुत्वा सुग्रीव अपि प्राणान् न धरिष्यति, न प्राणान् शक्नुवन्ति. यक्ष्यति. एवं किञ्चित् ऊहं कृत्वा वाक्यपरिवर्तनं कुर्मः चेत् इतोपि किञ्चित् ज्ञातुं शक्नुमः. रामस्य मरणम् इति अस्ति खलु, मरणम् इति ल्युडन्तरूपम् अस्ति. तत्र सूत्रमस्ति कर्तृकर्मणोः कृति इति सूत्रेण रामस्य इति पदस्य षष्टिविभक्तिः वक्तव्यं. तत्तु कारकविषयः. रामस्य मरणं षष्टिविभक्तिः तत्र किमर्थमस्ति इति प्रश्ने सति, मरणम् इति कृदन्तपदमस्ति इति कृत्वा कर्तृकर्मणोः कृति इति सूत्रेण रामस्य भवति. पश्यन्तु वाक्यं, रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति. न इति पदम् अत्र लिखितमस्ति. रामस्य मरणं न ज्ञात्वा इत्युक्ते न इति पदं धरिष्यति इत्यस्मात् पूर्वं लिखितमस्ति, किन्तु ज्ञात्वा इति पदात् पूर्वं न इति पदं लिखामश्चेदपि एषः एव अर्थः अत्र आयाति. किमर्थं चेत् नयः अन्वयः सर्वदा प्रधानक्रियया सह भवति. सुग्रीवः, सुष्ठु ग्रीवा यस्य सः इति विग्रहवाक्यमस्ति. बहुव्रीहिसमासः अस्ति तस्मिन् पदे. पञ्चप्राणाः सन्ति खलु? आम् भगिनि. धरिष्यति वदतु. ध्रू धातु अस्ति. ध्रू धर् भवति. ध्रू सार्वधातुकार्धधातुकयोः इच्छनेन धर् भवति. धरि योगस्यायोगः ति, स्या अर्धधातुकप्रत्ययः अस्ति, इच्छनेन इडागमः भवति. धर् योगः ई योगस्यति, धरिष्यति आदेशप्रत्ययोः, इच्छनेन सकारस्य शकारः भवति, धरिष्यति भवति. उत्तमम्. आदौ सार्वधातुक अर्धधातुकयोः, तदनुसृत्य उरण्परः अपि तत्र कार्यमस्ति. ध्रु धर् भवति. अपि च धातुः वस्तुतः अनिट् धातुः, ऋकारान्तधातुः. ऋकारान्तधातवः अनिटः, किन्तु रुद्धनेः स्ये इति सूत्रेण स्या प्रत्यये परे सेट् भवति, अतः धरिष्यति इति रूपं. मरणम् इत्यत्र णत्वं किमर्थं? मरणं रेपः अस्ति. मरणम् इत्यनेन रेप अकारः अपि अस्ति. मरणम् अट्कुप्वाङ्नुम् यवायेपि इत्यनेन मरणं नकारः नत्वं भवति. उत्तमं. धातुः मृ अस्ति. मृ धातोः परं ल्युट् प्रत्ययः अस्ति. ल्युट् प्रत्ययः कित् नास्ति, अणित् नास्ति. तत्र गुणवृद्धिनिषेधः न भवति, वृद्धिकार्यमपि न भवति. तत्र किं भवति? मृ धातुः ईगन्तधातुः अस्ति इति कारणतः ल्युट् प्रत्यये परे सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यमेव भवति. गुणकार्यं तदनुसृत्य वुरण्ड्रपरः कार्यमपि भवति, किन्तु निच्छियोजयामश्चेत् वृद्धिः भवति. अत्र तु ल्युट् प्रत्ययः णित् नास्ति, इणित् नास्ति इति कारणतः केवलं गुणकार्यमेव भवति. सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा मृ मर् भवति, अनन्तरम् अन आदेशः भवति. ल्युडन्तानां प्रसङ्गे विधिसूत्रमस्ति युवोरनाकौ इति सूत्रेण अन आदिष्टः भवति इति कृत्वा मरण इति अकारान्तप्रातिपदिकं ल्युडन्तानि नपुंसकलिङ्गपदानि. गोमती भगिनी भवती वदतु. ततः तस्य पत्नी रुमा वालिपत्नी तारा च प्राणान् न धरिष्यतः. रामस्य मरणं श्रुत्वा सुग्रीवः प्राणान् यदा त्यक्षति तदा सुग्रीवस्य पत्नी रुमा अनन्तरं वालिपत्नी तारा अपि तेषां तयोः प्राणान् न धरिष्यत इति दत्तं. सो अत्र ततः तस्मात् अनन्तरं तस्य सुग्रीवस्य पत्नी इति स्त्रीलिङ्गरूपम् ईकारान्त रुमा नाम एव वालिपत्नी तारा च प्राणान् न धरिष्यत न धरिष्यत धरिष्यत इति क्रियापदं सकर्मकः अस्ति. प्राणान् इति कर्मपदमस्ति. अत्र धरिष्यतः इति धरिष्यति धरिष्यतः धरिष्यन्ति इति ऋकारस्य प्रथमपुरुषस्य रूपाणि. अत्र रुमा अस्ति वा तारा अस्ति अतः धरिष्यतः इति द्विवचनरूपम्. अनन्तरं तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति. तत्पश्चात् तदनन्तरं पश्चात् इति अव्ययम् इति मन्ये. तदनन्तरं कुमारः अङ्गदः अङ्गदः नाम अस्ति कुमारः इति विशेषणपदं. कुमार अङ्गदः मरणं प्राप्स्यति. आप् इति धातुः स्वादिगणीयधातुः. तत्र प्राप् इति प्रा उपसर्गपूर्व आप् इति धातुः ऋट् लकारे प्रयोग आप् योग ति भवति प्रथमम्. अनन्तरं प्रायोग आप् योग स्यायोग ति भवति. तत्र आप् स्या तु इडनकूल अस्ति. आप् इति इडनकूल नास्ति अतः तत्र इडागमं न भवति केवलं प्राप्स्यति इति एव रूपम्. उत्तमं. पूर्वस्मिन् वाक्ये वालिपत्नी इति लिखितमस्ति. समस्तपदं कृत्वा लिखितम् अस्ति. षष्ठीतत्पुरुषसमासः अस्ति खलु. वालेः पत्नी इति वक्तव्यमस्ति. सुग्रीवस्य पत्नी इति वदामश्चेत् तत्र सुग्रीवपत्नी इत्यपि साधु एव. सुग्रीवपत्नी वालिपत्नी इति पदद्वयं समस्तपदमस्ति. षष्ठीतत्पुरुषसमासः अस्ति. वालेः पत्नी इत्यपि वक्तुं शक्यते. कुत्रचित् व्यस्तप्रयोगः कृतः, अन्यत्र समस्तप्रयोगं कृत्वा लिखितम् अस्ति. अत्र पश्चात् इति पदमस्ति. पश्चात् इति पदम् अपर इति शब्दात् निर्मितम्. अपराधिक् अपरस्यां दिशि, अपरः देशः, अपरस्मात् देशात् इत्यादिषु अर्थेषु अपरशब्दात् पश्चात् इति पदं निर्मितम्. अपि च भगिन्या यदुक्तं तत् सत्यम्. आप् धातुः अनिट् धातुः, अतः इडागमः नास्ति, अपि च षत्वमपि नास्ति. अतः एव तस्य रूपम् आप्स्यति, आप्स्यसि, प्राप्स्यसि इत्यादीनि रूपाणि भवन्ति. अग्रे करोतु. तदा तस्य प्रियाः वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति. तदा अनन्तरं तस्य प्रियाः वानराः, अनन्तरं सुग्रीवस्य कृते वदति. तस्य सुग्रीवस्य अङ्गदस्य प्रियाः इति वा, अङ्गदस्य मरणं श्रुत्वा अङ्गदस्य प्रियाः वानरः, अङ्गदस्य मित्राणि वानराः बहुवचने दत्तम्. अतः प्रियाः वानराः, वानराः इत्यस्य विशेषणपदं प्रियाः इति. दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति, ताडयिष्यन्ति इति क्रियापदं ताड् इति चुरादिगणीयधातुः ताडयति इति लट्लकाररूपं तत्र धातुः तड् अस्ति धातुः तु तड् चुरादिगणीयधातुः ताडि कथं भवति उबन्तलघुपतस्य न अथ उपधायाः इति सूत्रेण तडु इत्यस्य उपधायाः ह्रस्व अकारः अस्ति तस्य वृद्धिः भवति ताड् भवति ताडियोग इ भवति ताडि ताडियोग शप् ताडे शप् अनन्तरं ताडेयोग एचोयवायावः ताडय ताडय अनन्तरम् आ ताडय अनन्तरं श ताडयति इति रूपसिद्धौ भिन्नकार्याणि भवन्ति ताडयिष्यति इत्यत्र भिन्नकार्याणि भवन्ति नूतनधातुः तु ताडि अस्ति ताडि इति नूतनधातुं स्वीकृत्य इष्यति इति योजनीयं वदतु ताडि इति आदिदेशिकरूपं क्रीडागमं भूत्वा इष्यति इति परशब्दः ताडियोग इष्यति अत्र तत्र किमपि कार्यं नास्ति केवलम् आदेशप्रत्ययः इति सूत्रेण ताडि इति अपदं न भवति ताडियोग इष्यति ताडे योग इष्यति अनन्तरं ताडय योग इष्यति अनन्तरं ताडिष्यति ताडिष्यति ताडि इति अपदमस्ति तत्र एण्कोः तत्र इण्वर्ण इण् प्रत्याहारवर्णस्य इकारः अस्ति अनन्तरं प्रत्ययस्य अवयवपूर्वः सकारः अस्ति अतः सकारस्य शत्वं भवति आदेशप्रत्ययोः इति सूत्रेण ताडिष्यति इति क्रियारूपं भवति तड् इति चुरादिगणीयधातुः चुरादिगणीय धातोः बहुवचनरूपेण ताडिष्यन्ति इति रूपं ताडिष्यति ताडिष्यतः ताडिष्यन्ति ताडिष्यसि ताडिष्यतः पुनः पदं पश्यतु ताडयिष्यति ताडयिष्यतः ताडयिष्यन्ति अत्र भ्रमः मास्तु यथा भवती उक्तवती तड् धातुः अस्ति तड् धातुतः ताडि इति नूतनधातोः रूपं सिध्यति ताडि इति नूतनधातोः परं स्या इति प्रत्ययः अस्ति ताडि धातोः इत्युक्ते निजन्तधातोः परं स्या इति आर्धधातुकप्रत्ययः अस्ति इति कारणतः ताडि इत्यत्र अन्तिमवर्णः इकारः अस्ति इति कृत्वा धातुः ईगन्तः भवति ईगन्तः धातुः भवति तस्मात् परं स्या इति आर्धधातुकप्रत्ययः अस्ति इति कारणतः स्या इति आर्धधातुकप्रत्ययं निमित्तीकृत्य ताडि इति नूतनधातोः ईगन्तधातोः अङ्गे धातुरूपी अङ्गे गुणकार्यं भवति इति कृत्वा सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा ताडि इत्यस्य रूपं ताडे भवति पश्चात् सः इडागमः स्या इति प्रत्ययस्य इडागमः भवति इति कृत्वा ताडे योगः इष्यति इति रूपम् अस्ति तत्र एकार इकारयोः मध्ये यचोयवायावः इत्यनेन सन्धिकार्यं भूत्वा एकारस्य स्थाने अयादेशः अपि च इकारः अस्ति इति कारणतः आदेशप्रत्ययोः इति कार्यमपि अस्ति आहत्य अत्र आदौ अतोपधायाः इति सूत्रेण तड् ताड् भवति ताड् योगः इ इति णिच् इत्यस्मात् आगतः तेन ताडि तस्मात् ताडयिष्यति इति रूपं साधु अत्र मुष्टिः इति पदमस्ति भवत्याः चिन्तनं किं तस्मिन् प्रसङ्गे मुष्टिः इति स्त्री इकार ह्रस्व इकार स्त्रीलिङ्गपदम् इति मन्ये मुष्टिः मुष्टि मुष्टयः संस्कृतभाषायां मुष् इति धातुः अस्ति मुष् इति षकारान्तधातुः मुष् योगः क्तिन् प्रत्ययः क्तिन् प्रत्यये नकारः हलन्त्यमित्यनेन इत् संज्ञकः भवति ककारः लषक्पत् अधिते इत्यनेन इत्संज्ञकः भवति इति कृत्वा ति इति रूपमेव सिद्ध्यति. मुष् योगः ति इति स्थितिः अस्ति. मुष् योगः ति इत्यत्र षकारस्य प्रभावेण स्टुत्वं भूत्वा स्टुनाष्टुः इति सूत्रेण परतकारस्य स्थाने मूर्धन्यटकारादेशः भवति इति कृत्वा मुष्टि इति रूपं सिद्ध्यति. मुष् योगः क्तिन् इति प्रत्ययः अस्ति. क्तिन् इत्यत्र ति एव अवशिष्यते. मुष् योगः ति तत्र षकारस्य प्रभावेण स्टुनाष्टुः सूत्रेण स्तुत्वं भूत्वा दन्त्यतकारस्य स्थाने मूर्धन्यटकारः आयाति इति मुष्टिः इति स्त्रीलिङ्गपदं भवति. क्तिन् प्रत्ययान्तपदानि नित्यस्त्रीलिङ्गपदानि. अपि च मस्तकः इति पुंलिङ्गपदम् अस्ति. उणादिप्रत्ययेन निर्मितं मस्तकः इति पदं. मस्यते परिमीयते इति मस्तकः, विच् ट्रान्स्फार्म्स् इट्स् शेप्, आकार बदलना इति लिखितम् अस्ति मस्तकः इत्युक्ते. मस्यते परिमीयते इति मस्तकः. अग्रे अपि वदतु. प्राणत्यागं च करिष्यन्ति. प्राणत्यागं समस्तपदं, प्राणानां त्यागम् इति. तत्र प्रथमाविभक्त्यन्तं रूपं किम् अस्ति? प्राणत्यागं च करिष्यति. त्यागः इति पुंलिङ्गपदमस्ति. त्यज् धातोः रूपमेव त्यागः. पठ् धातोः रूपं पाठः, त्यज् धातोः रूपं त्यागः. प्राणत्यागः, प्राणानां त्यागः. क्रूधातुः सकर्मकः अस्ति इति कारणतः प्राणत्यागं च करिष्यति. तदर्थं तत्र कर्मपदं सिद्ध्यति. कोऽपि, कोऽपि इत्यत्र किं किम् अस्ति? कुत्र अस्ति कोऽपि? केऽपि न भगिनि, केऽपि. क्षम्यतां, केऽपि अस्ति वा? केऽपि वानराः ततः क्रीडामुखं न अनुभविष्यन्ति. केऽपि वानराः, केऽपि वानराः इत्युक्ते बहुवचने तत्र के के के वानराः, केऽपि वानराः. तत्र किं वदामि भगिनि? केऽपि सन्धिकार्यमस्ति. तत्र एकारः अस्ति, अनन्तरम् अकारः अस्ति, अपि के योग अपि. अत्र एङ्गपदान्तात् अपि इति सूत्रेण पूर्वरूपमेव तिष्ठति, अकारस्य अपगमनं भवति, अतः केऽपि इति रूपम् एङ्गपदान्तादति. उत्तमम्. एङ्गः पदान्तादति इति सूत्रेण पूर्वरूपादेशः भवति. सन्धिसूत्रम् एङ्गः पदान्तादति. पूर्वरूपसन्धिः इति वदामः. पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति, अपि च अवग्रहचिह्नं तदर्थं स्थापितम्. कोऽपि अस्ति चेत्? कोऽपि अस्ति चेत् तत्र कः अपि इति अस्ति. कः तत्र ह्रस्व अकारमस्ति पूर्वम्, अपि अपि ह्रस्व अकार, अतः तत्र अतोरुरप्लुतादप्लुति इति सूत्रेण सर्वं कः तत्र विसर्गस्य सः इति भूत्वा कस् भवति. कस् योग अपि, अनन्तरं सकारस्य ऋत्वं भवति ससजुषोरुः इति सूत्रेण रु योग अपि. अत्र ऋकारस्य उपदेशे जनुनासिक इति सूत्रेण उकारस्य अनुवासिक उकारस्य इत्संज्ञा कृत्वा तस्य लोपः अपि भवति. क योग ऋ भवति, कर् एव तिष्ठति. कर् योगस्य रेफस्य अतोरोरप्लुतादप्लुते इति सूत्रेण उत्तुं भवति. क उ सारि क उ अनन्तरम् अपि इति भवति. का का उ अपि इति अस्ति. अत्र अकार उकारयोः गुणसञ्चि भूत्वा अतो गुणे इति सूत्रेण को इति भवति. को योग अपि. अत्र अपि एनः पदान्तात् अत्र विसर्गस्य उच्चारणं भवेत् इति न भगिनि, अहं विस्मरामि. एनः पदान्तात् अपि इति सूत्रेण ओ इति एनः एन् प्रत्याहारे अस्ति, अतः तत्र एनः पदान्तात् अपि परे अस्वकारः अस्ति, तत्र पूर्वरूपमेव भवति, अकारस्य अवग्रहचिह्नम् अस्ति अत्र, अतः कोऽपि न आं कोऽपि इति भवति भगिनि. उत्तमं, भगिन्या यदुक्तमस्ति तत् साधु. सः एकः मार्गः, अन्यः मार्गः अपि अस्ति. विसर्गसन्धेः प्रसङ्गे चतुर्थं भाट्टसूत्रम् अस्ति, अतः परस्य विसर्जनीयस्य अतिहषि च उत्वम् इति सूत्रमस्ति. अतिहषि च उत्वम् इति कथनेन अपि इत्यत्र अकारः अस्ति, अतिपरे उत्वं भवति इति तत् सूत्रं वदति. पञ्चभाट्टसूत्राणि सन्ति, चतुर्थं भाट्टसूत्रम् अत्र कार्यं करोति. कोऽपि इत्यस्मिन् पदे आदौ चतुर्थं भाट्टसूत्रं कार्यं करोति इति कृत्वा उत्वं भवति, पश्चात् गुणकार्यं भवति. आद्गुणः इति सूत्रेण गुणसन्धिकार्यं भवति, पश्चात् एङ्गः पदान्तादति इति सूत्रेण पूर्वरूपादेशः भवति, पूर्वरूपसन्धिः अपि भवति. कोऽपि इत्यस्मिन् प्रसङ्गे वदन्ती अस्मि. साधु अनुभविष्यन्ति इति प्रसङ्गे वदतु भगिनि. अनुभविष्यन्ति इति बहुवचनरूपम्, अनुभविष्यति, अनुभविष्यत, अनुभविष्यन्ति इति प्रथमपुरुषस्य एकद्वि बहुवचनपदानि. अनु इति उपसर्गः, भू इति धातुः, अनुयोग भूयोगति, अनन्तरं रट्लकारः विवक्षा अस्ति, अनु भूयोग स्या योग ति स्या स्या इति इडनुकूलप्रत्ययः, भू अपि इडनुकूलधातुः, अतः स्या इति आर्थधातुः प्रत्ययः, इडागमचिन्तनमस्ति. इष्यति इति अनु भू इष्यति, ततः पूर्वं स्या इति आर्थधातुकप्रत्ययः, फू इति ऊकारान्त धातुः, ऊकारस्य गुणसंज्ञा भवति, सार्वधातुक गुणसंज्ञा नास्ति, ऊकारस्य गुणकार्यं भवति सार्वधातुकार्थधातुकयोः इति सूत्रेण. तत्र अनुभोष्यति, अनुभो इष्यति इति भवति. तत्र सन्धिकार्यं भवति ओकारस्य अनुभो, ओकारस्य परे इकारः अस्ति, अतः तत्र सन्धिकार्यं भवति. सन्धिकार्येण अनुभावु इष्यति, इष्यति अनुभविष्यति इति भवति. अनुभवि अवदान्त, अनन्तरम् इष्यति अस्ति, इष्यति न इष्यति अस्ति, अतः तत्र आदेशप्रत्ययोः इत्यस्य कार्यं भवति. सकारस्य मूर्धन्य शकारः भवति, अनुभविष्यति, अनुभविष्यतः, अनुभविष्यन्ति इति भवति. वानराः इति उक्तम्, अतः बहुवचनप्रयोगेन वानराः अनुभविष्यन्ति. किं न अनुभविष्यन्ति? क्रीडामुखं न अनुभविष्यन्ति, सकर्मकथासु, अतः क्रीडामुखम् इति कर्मपदमस्ति. अहं चिन्तितवती क्रीडामुखम् इत्यस्य अर्थः कः इति, क्रीडामुख सुखं, क्रीडायाः यत् सुखं भवति तत् सुखं, क्रीडासुखम् समस्तपदमस्ति. क्रीडया सुखम् इति भवितव्यं वा, नो चेत् क्रीडायाः सुखम् इति वक्तव्यं वा इति प्रश्नः उदेति. मम अवगमनमस्ति तृतीया तत्पुरुषसमासस्य प्रसङ्गे बहूनि सूत्राणि सन्ति, इत्युक्ते सूत्राणाम् आधारेण एव विग्रहवाक्यं वक्तव्यं भवति. किन्तु षष्ठी तत्पुरुषसमासस्य प्रसङ्गे बहवः नियमाः न सन्ति, तदर्थम् अहं चिन्तयामि क्रीडायाः सुखं भवितुमर्हति. क्रीडया सुखम् इति तृतीया तत्पुरुषसमासं वदामश्चेत् तत्र सूत्रं न सङ्गच्छते, तदर्थम् अत्र षष्ठी तत्पुरुषः एव भवति इति मम चिन्तनमस्ति. त्यज् धातुतः त्यागः इति रूपं, त्यज् इति धातुः, धातुतः घञ् इति प्रत्ययः अस्ति. घञ् इत्यत्र अन्तिमवर्णः चवर्गीय अन्तिमव्यञ्जनं ञकारः इति संज्ञकः अस्ति. इणित् प्रत्ययः, इणित् प्रत्यये परे अत उपधायाः त्यज् इत्यत्र रूपं कथमस्ति, जकारात् पूर्वम् अकारः अस्ति, उपधायाम् अकारः अस्ति, त्याज् त्याज् भवति. उत्तमं. तत्र चोहुकुः इति सूत्रेण जकारस्य गकारः भवति इति कृत्वा त्यागः इति रूपमस्ति. त्यज् इत्यस्मात् त्यागः, अत उपधायाः अपि च चोहुकुः इत्यादीनि कार्याणि सन्ति. भूधातुः अकर्मकः एव, किन्तु अनु उपसर्गपूर्वकः भवति चेत् कर्मपदं स्वीकर्तुं शक्नोति. साधु भगिनि, मम एकः संशयः अस्ति भगिनि. भगिनी पूर्वम् उक्तवती निराशः पुरुषः इति, स्वर्गता आशा यस्मात् सः इति निराशः पुरुषः. परन्तु अहं स्त्रीलिङ्गे वक्तुम् इच्छामि चेत् निराशा स्त्री इति वक्तुं शक्नोमि वा? उत्तमं. निराशा महिला. निराशा महिला. तत्र स्वर्गता आशा यस्याः सा इति वा? उत्तमं. निर्गता आशा यस्याः सा. तस्मिन् वाक्ये तत्पदं कथं प्रयुक्तमस्ति, तत्पदम् अन्यपदस्य विशेषणम् अस्ति वा, नो चेत् विशेष्यरूपेण लिखितमस्ति वा? विशेष्यमस्व्रीहिसमासयुक्तपदेषु चेत् भिन्नचिन्तनं. बहुव्रीहिसमासयुक्तपदेषु अन्यपदप्राधान्यं वर्तते. बहुव्रीहिसमासयुक्तपदानि अन्यपदस्य विशेषणानि भवन्ति. तादृशी स्थितिः तस्मिन् वाक्ये अस्ति वा इति अपि द्रष्टव्यम्. अर्थम् आश्रित्य विग्रहवाक्यं वक्तव्यं भवति समस्तपदानां कृते. साधु. शुभदा भगिनी, भवती वदतु अग्रे. ते शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं वा आचरिष्यन्ति. ते इत्युक्ते ते वानराः, ते इत्युक्ते सः, तौ, ते, तस्य, तद् इत्यस्य इति सर्वनामस्य ते इति प्रथमाविभक्ति बहुवचने ते इति भवति. शिलाग्रेभ्यः, अत्र शिलाग्रह शिलायाः अग्रह इति समासविग्रहः. शिलाग्रेभ्यः तत्र पञ्चमी विभक्ति अस्ति. शिलाभ्यः अग्राः तेभ्यः. अधः पतिष्यन्ति वानराः, अधः पतिष्यन्ति. पतिष्यन्ति अत्र पत् इति धातुः, तत्र लृट् लकारे स्यति इति प्रत्ययः. स्यति इति इडानुकूल प्रत्ययः, क्षम्यतां, किं वदामः, सेट् प्रत्ययः, क्षम्यतां, सेट् प्रत्ययः. अपि च पत् इति सेट् धातुः, अतः तत्र इडानुकूलत्वम् अस्ति. अतः तत्र इडानुकूलं, क्षम्यताम्, इट् इडागमः भवति. पत् योगः इट् योगः स्यति, तत्र इष्यति इति भवति अनुबन्धलोपे. पत् योगः इष्यति, पतिष्यति इति भवति. तदनन्तरम् आदेशप्रत्यययोः इत्यनेन सकारस्य प्रत्ययस्य सकारः अस्ति इति कृत्वा तस्य मूर्धन्यषकारः भवति. अतः पतिष्यति, पतिष्यन्ति अस्ति अत्र, पतिष्यन्ति इति भवति. शिला इति स्त्रीलिङ्गपदमस्ति. शिला इत्युक्ते पाषाणः खलु, अपि च समस्तपदं लिखितमस्ति. शिलाग्रह इति समस्तपदमस्ति. पञ्चमीविभक्तिरूपं शिलाग्रात्, शिलाग्राभ्यां, शिलाग्रेभ्यः. शिला इति पदम् आकारान्तपदं, किन्तु शिलाग्रह इति अकारान्तपुंलिङ्गपदं भवति इति कृत्वा शिलाग्रात्, शिलाग्राभ्यां, शिलाग्रेभ्यः एवं रूपाणि भवन्ति इति वार्ता अस्ति. हलन्तधातवः सेटः इति स्मर्तव्यः अंशः. अतः पत् धातुः सेट्. अग्रे वदतु. अग्रे विषं वा पास्यन्ति. अत्र विषम् इति, विषम् इति अत्र कर्मपदं भवति, तस्य द्वितीया विभक्ति एकवचनं भवति. विषम् इति तस्य व्युत्पत्तिः तु अहं न जानामि भगिनि. विषं वा पास्यन्ति, पास्यन्ति अत्र तु पिब धातुः अस्ति. पिब इत्यस्य भगिनि, अत्र पिब् धातुः अस्ति वा? पाधातुः, क्षम्यताम्, पाधातुः अस्ति. पिब इति तस्य, पिबति इति तस्य लट् लकाररूपं. पिब इति तस्य आदेशः भवति पाघ्राद्मा इति बृहत्सूत्रेण. एकवारं चिन्तयामः. भुवादिगणीयपाधातोः रूपं पिबति अस्ति, अदादिगणीयपाधातोः रूपं पाति अस्ति, पानार्धे भुवादिगणे धातुः अस्ति, तस्य लटीरूपं पिबती अस्ति. भगिन्या यदुक्तं तत् सत्यं. बहुदीर्घसूत्रमस्ति, तेन सूत्रेण प इत्यस्य स्थाने पिब आदेशः भवति. शपि परे इति वदामश्चेत् अर्थः कः? तस्य क्षितिपरे अस्ति. क्षितिपरे अस्ति चेत् तस्य श इत्यस्य यत् प इत्यस्मात् परं यः प्रत्ययः आयाति तस्य षकारस्य इति संज्ञा भवति चेत् षित् इति उच्यते. अतः तादृशं कोऽपि तादृशः कोऽपि प्रत्ययः आगच्छति चेत् प इत्यस्य पिब इति आदेशः भवति इति तत् सूत्रं वदति. उत्तमं. धातुः भुवादिगणे अस्ति चेत् तत्र षित् प्रत्ययः कः? तत्र विकरणप्रत्ययः आयाति. पा योगः शप् योगः ति. पा योगः ति मूले तु भवति, तदनन्तरं विकरणप्रत्ययस्य आगमः भवति. पा योगः शप् योगः ति. तत्र शप् इति षित् अस्ति इति कारणेन पा इत्यस्य पिब इति आदेशः भवति. पिब योगः शप् योगः ति. शप् इत्यस्मात् लशक्व तद्धिते अपि च हलन्त्यम् इत्यनेन इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन तस्य लोपः भूत्वा अकारः एव तिष्ठति. अतः पिब योगः अ पिब, तदनन्तरं ति प्रकृतिप्रत्ययमेलनेन पिबति इति लट्रूपं सिद्ध्यति. साधु भगिनि, तदेव श्रोतुमिच्छामि. तत्र क्षितिपरे इति कथनेन षित् इत्युक्ते षकारः इति अस्य सः, तत्र शप् प्रत्ययः षित् प्रत्ययः अस्ति. सार्वधातुकलकारेषु चतुर्षु लकारेषु भुवादिगणीयधातूनां प्रसङ्गे शप् आयाति. लक्लकारे, लोट्लकारे, लङ्लकारे, विधिलिङ्लकारे. तदर्थमेव पिबति, पिबतु, अपिबत् इत्यादीनि रूपाणि भवन्ति. चतुर्षु लकारेषु शप् आयाति. धातुः भुवादिगणे अस्ति इति कारणतः क्षितिपरे पिबादेशः. अत्र पास्यति, वदतु. पास्यन्ति इति पा इति धातुः, तत्पश्चात् लृट्लकारे, लृट्लकारस्य विवक्षायां स्यति इति प्रत्ययः. स्यति इति सेट् प्रत्ययः. पा इति सेट् नास्ति, आकारान्तधातुः अस्ति, यतः पा इति सेट् नास्ति. तत्र इडानुकूलत्वं नास्ति, अतः रूपसिद्धेः प्रसङ्गे इडागमः न भवति. अतः पा योगः स्यति. तत्र प्रकृति प्रत्ययस्य मेलनमेव भवति इति चिन्तयामि. पा योगः स्यति, पास्यति इति भवति. उत्तमम्. अजन्तधातवः आधिक्येन अनिटः. अग्रे अपि वदतु. उपवासव्रतं वा आचरिष्यन्ति. उपवासव्रतम् अत्रापि कर्मपदमस्ति, अतः द्वितीयाविभक्तौ एकवचने अस्ति. उपवासव्रतं उपवास एव व्रतं वा उपवासस्य व्रतं वा समासविग्रहः. व्रतम् इति नपुंसकलिङ्गपदम्. उपवासः व्रतम् इव आचरति इति उपवासव्रतम् इति अत्र तु कर्मपदमस्ति, अतः द्वितीया विभक्तौ. वा इति अव्ययः. आचरिष्यन्ति इति चर् धातु वा आ उपसर्गपूर्वकः चर् धातुः. तस्य लृट्लकारे स्यति इति सेट् अस्ति, अपि च चर् इति अपि हलन्तधातुः अस्ति, अतः सेट् अस्ति. तत्र इडानुकूलत्वमस्ति, अतः इट् आगमः भवति. आ योगः चर् योगः इट् योगः स्यति. तत्र आचरि इति भवति, क्षम्यताम्, इष्यन्ति इष्यति इति भवति. आचरि आचर योगः इष्यति, आचरिष्यति आचरिष्यति, तदनन्तरम् आदेशप्रत्ययोः आचरिष्यति आचरिष्यन्ति इति बहुवचने. उत्तमम्. उप उपसर्गपूर्वकः वस् धातुतः घञ् प्रत्ययस्य योजनेन वासः इति पदम् उपवासः इति अस्ति. यस्य उपवासः अस्ति सः उपवासी. उत्तमम्. उपवासव्रतम् इत्युक्ते भोजनाभावः इति अर्थः अस्ति वा? उपवास इत्युक्ते समीपे उपवेशनम् इति, समीपे गुरोः समीपे उपवेशनं, अथवा ईश्वरस्य समीपे उपवास उपवेश्य ज्ञानग्रहणं करणीयमिति. लोके फास्टिङ्ग् इत्यस्मिन् अर्थे रूढिः अभवत्. तस्य योगार्थः भिन्नः, रूढार्थः भिन्नः. भोजनाभावः भोजननिवृत्तिः इति लोके तादृश अर्थे रूढिः अभवत्. अग्रिमं वाक्यं करोतु. एवं सम्पूर्णः रघुवंशः वानरवंशश्च विनङ्क्षतः. विनङ्क्षतः अस्तु. एवं सम्पूर्णः रघुवंशः वानरवंशः च विनङ्क्षतः. अत्र सम्पूर्णः रघुवंशः, रघुवंशः इति सम्पूर्णः, अत्र एवम् इति तु अव्ययं, सम्पूर्णः संयोगः पूर्णः. तत्र प्रथमं तु मोनुस्वारः इत्यनेन स अनुस्वारः भवति. तदनन्तरं वा पदान्तस्य इत्यनेन तत्र परसवर्णः भवति इति कृत्वा सम्पूर्णः इति पदं सिद्धं. सम्पूर्णः रघुवंशः, रघुवंशः इत्यस्य सम्पूर्णः इति विशेषणं भवति. अतः सम्पूर्णः अपि पुल्लिङ्गे एकवचने, प्रथम एकवचने भवति. यतोहि रघुवंशः अपि पुल्लिङ्गे एकवचने भवति. रघुवंशः विग्रहवाक्यं वदतु. रघोः वंशः इति. राघवः वदतु. राघवः इति तु तद्धितप्रत्ययः अस्ति इति मम चिन्तनं. रघोः अपत्यं पुमान् इति, गोत्रापत्यं पुमान्. रघोः अपत्यं पुमान् इत्यस्मिन् स्थाने रघोः गोत्रापत्यं पुमान्. अपत्यार्थे अण् इति प्रत्ययः अस्ति. रघु इति प्रातिपदिकं स्वीकृत्य राघव इति पदं पूरयति. चुरादिगणे अस्ति. पूरी आप्यायने इति एकः धातुः अस्ति. दिवादिगणे अपि एकः धातुः अस्ति. पूरी आप्यायने इत्यस्मिन् अर्थे दिवादिगणे तस्य रूपं पूर्यते. चुरादिगणे अस्ति चेत् पूरयति इति रूपमस्ति. द्वयोः धात्वोः कृतान्तरूपं पूर्ण. दिवादिगणीयधातोः कृतान्तरूपमपि पूर्ण. चुरादिगणीयधातोः प्रसङ्गे रूपद्वयं सिद्ध्यति. पूरित एकं रूपं, पूर्ण इति अन्यद् रूपमस्ति. अत्र पूर्ण इति रूपं दत्तमस्ति. सम् उपसर्गपूर्वकः. पूरि ईदित् धातुः. पूरी इति कथनेन तत्र अनुनासिक ईकारः अस्ति. ईदित् धातुः. पूर्ण इति कथाप्रत्ययान्तरूपम् अस्ति. तत् सूत्रम् आयाति वा? रदाभ्यां निष्ठातो नः पूर्वस्य च द. उत्तमं. रेफान्तधातुः अस्ति इति कारणतः नकारद्वयम् आयाति. अपि च रेफः अस्ति इति कारणतः मूर्धन्यणकारः आयाति. सम्पूर्ण इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि. सम्पूर्णं, सम्पूर्णा, सम्पूर्णः. अत्र वंशः पुंलिङ्गपदमस्ति इत्यतः सम्पूर्णः. वानरवंशश्च इति लिखितमस्ति. सन्धिकार्यं वदतु. वंशः च. वानरवंशः च, अत्र मूले तु वानरवंशस् इति भवति. तत् तदनन्तरं ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः इत्यनेन ऋत्वविसर्गौ वानरवंशः च इति भवति. तदनन्तरं विसर्जनीयस्य सः इत्यनेन च इति खर्वर्णः परे अस्ति इति निमित्तं कृत्वा तत्र सकारस्य विसर्गस्य स्थाने सकारः भवति. वानरवंशस् च इति भवति. तदनन्तरं स्तोश्चुनाश्चुः इत्यनेन सकारस्य स्थाने शकारः, तालव्यशकारः आयाति चकारस्य योगे. अतः वानरश्च, क्षम्यतां, वानरवंशश्च इति रूपं सिद्ध्यति. अत्र स्च्युत्वं भवति भगिनि. सुलभतया वक्तुमिच्छामश्चेत् पञ्चसु भाट्टसूत्रेषु प्रथमं भाट्टसूत्रं कार्यं करोति. विसर्जनीयस्य सः खरी, काखापाप्ये तु विसर्गः इति सूत्रं. विसर्जनीयस्य सः खरी तावत्पर्यन्तम् अत्र अन्वयः भवति. चकारः खर् प्रत्याहारस्थवर्णः. विसर्गात् परं खर् प्रत्याहारस्थवर्णः अस्ति इति कारणतः खरि परे विसर्गस्य स्थाने सकारादेशः भवति. दन्त्यसकारः आदौ आयाति. पश्चात् स्च्युत्वं भूत्वा इत्युक्ते स्तोः स्चुनाश्चुः इति सूत्रेण स्च्युत्वं भूत्वा दन्त्यसकारस्य स्थाने तालव्यशकारः आयाति, अतः वंशश्च. सुलभतया वक्तुमिच्छामश्चेत् प्रथमं भाट्टसूत्रम् अपि च स्तोःश्चुनाश्चुः. अहं पूर्वमपि उक्तवती चकारप्रयोगः साकल्यार्थे भवति, स्वातन्त्र्यार्थे अपि भवति. अत्र साकल्यार्थे चकारप्रयोगः कृतः, स्वातन्त्र्यार्थे भवति चेत् विनङ्क्ष्यति इति रूपमपि भवितुं शक्नोति. अत्र विनङ्क्ष्यतः प्रसङ्गे वक्तुमिच्छति वा? विनङ्क्ष्यतः तत्र वियोगः नश् धातु, वियोगः नश् धातुः, तस्य लङ् लकारः भवति. लङ् नास्ति भगिनी. विनङ्क्षतः किं रूपम् अस्ति अहं चिन्तयामि. नश्यति जानाति खलु, नश्यति इति लट् लकाररूपम् अस्ति, अत्र रुटिरूपम्. रुटिरूपं, हा हा हा, अस्तु अस्तु, हा हा, ओके ओके. नश् धातोः रूपमेव रुटिरूपम् अस्ति, किन्तु अत्र रूपद्वयं सिद्ध्यति. नशिष्यति इति एकं रूपम् अस्ति, नौङ्क्ष्यति इति अन्यद् रूपम् अस्ति. किमर्थं चेत् एकेन विशिष्टसूत्रेण नश् धातुः वेट् धातुः भवति, इडागमः भवति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे इडागमः न भवति. इडागमः भवति चेत् नशिष्यति, इडागमः नास्ति चेत् नौङ्क्ष्यति इति रूपं भवति. नाङ्क्ष्यति इत्यत्र विशिष्टं सूत्रम् आवश्यकं, मस्जिनशोर्झलि इति सूत्रेण नुमागमः भवति. मस्जिनशोर्झलि इत्युक्ते मस्ज् धातोः प्रसङ्गे नश् धातोः विषये इदं सूत्रं कार्यं करोति, तेन नुमागमः भवति. नुमागमः भवति किन्तु इडागमः नास्ति. अन्यानि कार्याणि अपि सन्ति, तत्र बहूनि अन्यानि कार्याणि अपि भवन्ति. अग्रे सरेम, अद्य कथां समापयाम, अतः अग्रे गन्तव्यम्. साधु भगिनी, उत्तमरीत्या उक्तवती. सूर्यकुमारी भगिनी वदतु. अतः अहं सीताम् आदृष्ट्वा इतः तिष्किन्धां न गमिष्यामि. आञ्जनेयः वदति, चिन्तयति, अतः अहं सीतां, कर्मपदमस्ति, अदृष्ट्वा क्वान्तपदं, नैतत्पुरुषः अस्ति, इतः किष्किन्धां कर्मपदमस्ति, न गमिष्यामि. लुट् अस्ति उत्तमपुरुष एकवचनं. गम्योगः, स्यायोगः, स्यायोगः लुट्लकार उत्तमपुरुषम् एकवचन आन् नो लुट्लकार उत्तमपुरुष स्यामि इति वक्तव्यं. स्यति, स्यतः, स्यन्ति. किमर्थं तत्र स्यामि इति वदन्ती अस्मि? लृट्लकारप्रसङ्गे धातोः परम् आदौ स्या प्रत्ययः आयाति. स्यतासि लृलुटोः इति सूत्रेण प्रथमं कार्यं स्या प्रत्ययस्य आनयनं, तस्मात् परमेव तिङ् प्रत्ययः आयाति. आदौ स्या प्रत्ययः आयाति लृट्लकारप्रसङ्गे. स्यति, स्यतः, स्यन्ति, स्यामि, स्यावः, स्यामः, एवं प्रत्ययानां विधानं भवति. वदतु. यतः अहं सुग्रीवं दृष्टं न शिक्ष्यामि. अहं सुग्रीवं कर्मपदमस्ति. पूर्वस्मिन् वाक्ये सीताम् इति कर्मपदं, कस्य कृते कर्मपदम्? अदृष्ट्वा. अदृष्ट्वा, उत्तमं. दृश् धातुः अपि सकर्मकः, कृत्वान्तपदम् अपि कर्मपदं स्वीकरोति. क्त्वान्तपदानि, ल्यबन्तपदानि, तुमुन्नन्तानि अपि धातुः सकर्मकः चेत् कर्मपदं स्वीकर्तुं शक्नोति. अदृष्ट्वा इत्यत्र अहं यथा पूर्वम् उक्तवती तथा एव अत्र चिन्तनं करणीयम्. अदृष्ट्वा इति एव वक्तव्यमस्ति. स्वातन्त्र्येण नयः अन्वयः भवति चेत् सः नयः अन्वयः सदा प्रधानक्रियया सह भवति. तदर्थं समासं कृत्वा वक्तव्यम्. अदृष्ट्वा इति समस्तपदं भवति. गमिष्यामि इत्यत्र गम् धातुः अनिट् धातुः, किन्तु गमेरिट् परस्मैपदेषु सूत्रेण सेट्त्वं सिद्ध्यति तत्र. अग्रे पश्यतु द्रष्टुम् इत्यत्र किं भवति? तुमुन् रूपम्. उत्तमं. तत्रापि एकं विशिष्टं सूत्रम् आवश्यकं. धातुः मूलस्थित्यां दृशिर् अस्ति, किन्तु लौकिकधातुः दृश् अस्ति. दृश् इति रूपात् द्रश् इति भवनीयं, तदर्थं सूत्रमस्ति. सृजिदृशोर्झल्यमकिति इति सूत्रम् आवश्यकं. तदानीम् एव द्रष्टुं, द्रष्टा, द्रष्टव्यं, द्रक्ष्यति इत्यादीनि रूपाणि साधयितुं शक्नुमः. सृजिदृशोर्झल्यमकिति इति सूत्रं जानीमश्चेदेव द्रष्टव्यं, द्रक्ष्यति, द्रष्टा इत्यादीनि रूपाणि साधयितुं शक्नुमः. शक्ष्यामि वदतु. दृष्टं न शक् योगः, स्यायोगः. आमि. स्यामि इति चिन्तयतु. का योगः स्या आदेशप्रत्ययोः इन्कोः का अस्ति चेत् शकार भवति. शक्ष्यामि. उत्तमम्. तत्र किमपि कार्यं नास्ति, केवलम् आदेशप्रत्ययोः इत्यस्य कार्यमस्ति. शक् धातुः स्वादिगणे अस्ति. शक्नोति इति रूपमस्ति खलु, तस्य रूपमेव शक्ष्यामि. शक् योगः स्यामि, तत्र ककारः इण्कोः वर्णः, अतः आदेशप्रत्ययोः इत्यनेन शत्वम्. अतः, इतः, यतः, ततः इत्यादीनि पदानि सन्ति खलु, इमानि पदानि तद्धितान्तानि. इत्युक्ते तेषाम् अन्ते तद्धितप्रत्ययः अस्ति. विशिष्टसूत्रेण तेषाम् अव्ययसंज्ञा भवति. तद्धितश्च असर्वविभक्तिः इति सूत्रमस्ति. तद्धितश्च सर्वविभक्तिः इति विशिष्टसूत्रेण एतेषां पदानाम् अव्ययसंज्ञा भवति. अग्रे सरतु. अहम् अत्रैव वानप्रस्थव्रतं ग्रहीष्यामि. अहम् अत्रैव, अत्र एव, अत्रैव गुणसन्धि वृद्धिसन्धिः वदतु. वानप्रस्थव्रतं पूर्वमेव वयं चर्चितवन्तः. वानप्रस्थव्रतं ग्रहीष्यामि. गृह्धातुः. तत्र चिन्तनमस्ति. वानप्रस्थव्रतम् इति लिखितमस्ति खलु, तत्र बहु किमपि चिन्तनं करणीयं. वनानां समूहः वानम् इति तद्धितप्रत्ययान्तरूपं. वानम् इति पदमस्ति. यथा जपानां समूहः जापम्, बकानां समूहः बाकं, नराणां समूहः नारं. नारायणः इत्यस्मिन् पदे नराणां समूहः नारम्. एवमेव अत्रापि वनानां समूहः वानं. प्रस्थः इत्यत्र उपपदसमासः अस्ति. स्थाधातोः रूपं गृहस्थः, वानप्रस्थः, कण्ठस्थः इत्यादिषु पदेषु उपपदसमासः अस्ति. वान इति भिन्नं पदं, तद्धितान्तपदं. प्रस्थ इत्यपि समस्तपदं, तत्र उपपदसमासः अस्ति. तत्र इतोपि किं वक्तव्यं? वनसमूहे प्रतिष्ठति, वानप्रस्थः भूत्वा अहं सञ्चरामि, अथवा वानप्रस्थव्रतम् आचरामि, तादृशं जीवनं व्रतम् इव आचरामि. वानप्रस्थं व्रतं. कोऽपि वदतु. वानपर्यन्तं तद्धितान्तं पदं, प्रस्थ इति समस्तपदमस्ति. द्वयोः मेलनं करणीयं. वानप्रस्थं वनसमूहे तिष्ठति इति. वनसमूहे प्रकृष्टेन तिष्ठति. प्रकृष्टेन तिष्ठति. समस्तपदानां प्रसङ्गे एकस्मिन् समये पदद्वयमेव स्वीकृत्य चिन्तयित्वा पश्चात् अन्यत् पदं योजनीयं. तादृशरीत्या एव तत्र विग्रहवाक्यानि भवन्ति. अपि च ग्रहीष्यामि इति लिखितमस्ति. ग्रहधातुः, ग्रहधातोः रूपं गृह्णामि. क्रियादिगणे, नवमे गणे गृह्णामि इति रूपमस्ति. ग्रहीष्यामि इत्यत्र एकं विशिष्टं सूत्रमस्ति. ग्रहो लिटि दीर्घः इति सूत्रमस्ति. तेन सूत्रेण ग्रहधातोः उत्तरस्य इटः दीर्घत्वम् इति. अलिटि इत्युक्ते लिट् लकारे नास्ति, अन्यत्र दीर्घत्वं भवति. ग्रहोलिटि दीर्घः सूत्रेण ग्रहीष्यति, अत्र दीर्घत्वम् अस्ति. अन्यानि रूपाणि पश्यन्तु, ग्रहीष्यति, ग्रहीतुं, ग्रहीतव्यं, ग्रहीता इत्यादिषु पदेषु अनेन सूत्रेण दीर्घत्वं भवति. अग्रे सरतु. ततः चितां प्रवेक्ष्यामि. चितां अग्निने प्रवेक्ष्यामि. प्राय उपसर्गः वि उपसर्गः. वि उपसर्गः नास्ति भगिनी, तत्र धातुः विश् धातुः. विशति जानाति खलु, प्राव उपसर्गपूर्वकः विश् धातोः लटीरूपं प्रविशति. गृहं प्रविशामि. अत्र चिन्तनमस्ति, कोऽपि वदतु प्रविशति, प्रविशामि इत्यत्र गुणकार्यं नास्ति, किन्तु अत्र गुणकार्यमस्ति. किमर्थम्? फुगन्तलघुपदस्य सूत्रेण लटीरूपेषु नास्ति, अत्र अस्ति. किमर्थम्? आर्तधातुकप्रत्यय अस्ति. विश् धातुः लटीरूपेषु गुणकार्यं नास्ति. प्रविशति, प्रविशतः, प्रविशन्ति. विश् धातुः इदुपधधातुः एव, किन्तु लटीरूपेषु गुणकार्यं न भवति. किमर्थं? सुजाता भगिनी वक्तुमिच्छति वा? धातुः तुदादिगणे अस्ति. अपि तस्ति इत्यनेन गुणकार्यं न भवति. उत्तमम्. तुदादिगणे शा इति विकरणप्रत्ययः अस्ति. शा विकरणप्रत्ययस्य शित्वात् पुगन्तलघुपधस्य च इत्यस्य प्रसक्तिः अस्ति, किन्तु अपित्वात् तस्य प्राप्तिः न भवति. अतः प्रविशति, प्रविशामि इत्यादीनि रूपाणि भवन्ति सार्वधातुकप्रक्रियायाम् एतत् चिन्तनं. किन्तु प्रवेक्ष्यामि इत्यत्र आर्धधातुकप्रक्रिया अस्ति, तत्र गणचिन्तनम् अनावश्यकम्. विश् धातोः परं स्या इति आर्धधातुकप्रत्ययः अस्ति इति कारणतः. वदतु सूर्यकुमारी भगिनी. आर्धधातुकप्रत्यय अस्ति चेत् पुगन्तलघुपदस्य ह्रस्व इक्वर्णः गुणः भवति. तेन प्रवेश् भवति. वेश् इत्यत्र तालव्यशकारः अन्तिमवर्णः. विश् धातुः तालव्यशकारान्तधातुः, अतः व्रश्च भ्रश्च सृज मृजयजराज भ्राज झशांशाः सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आदौ आयाति. पश्चात् षढोः कहसि इति एकं सूत्रमस्ति, तेन सूत्रेण मूर्धन्यशकारस्य स्थाने ककारः आयाति, तेन प्रवेक्ष्यामि इति भवति. तत्र ककारः अस्ति, ककारः इण्कोः वर्णः. इण्कोः वर्णः परं स्या शा भवति. प्रवेक् योगः श्यामि इति रूपमस्ति. ककारशकारयोः मेलनेन क्षा भवति, क्ष्यामि इति रूपं भवति. अग्रे वदतु. अथवा जलं प्रवेक्ष्यामि, जलप्रवेशं श्यामि. जलं प्रविशामि इति लटीरूपं, किन्तु अत्र लृटि वक्तव्यं खलु. आम्. किमर्थं लुटि वक्तव्यम्? आञ्जनेयः चिन्तयति. तदेव, सीताम् अदृष्ट्वा गमिष्यामि चेत् एतत् सर्वं भविष्यति इति सः चिन्तयति. वदतु वदतु. तदा मम शरीरं मृगाः काकाः वा भक्षयिष्यन्ति. प्रथमं मरणं इष्यति, तदनन्तरं मम शरीरं मृगाः काकाः वा भक्षयिष्यन्ति. भक्षयिष्यन्ति अपि लुट् एव. भुज् धातु भक्षधातुः अस्ति, चुरादिगणे अस्ति. भक्षयति, ओके, तत्र इडागमः भूत्वा भक्षयिष्यति इति रूपं भवति. किमर्थं मम शरीरम् इति लिखितमस्ति, अहं शरीरम् इति न वदामः? किमर्थम्? शरीरं मम शरीरं विशेषणमस्ति. मम नेत्रं, मम मुखं, मम हस्तः इति वदामः, एवमेव मम शरीरम् इति वक्तव्यं. किमर्थं तथा वक्तव्यं? शरीरं विशेषम् शरीरस्य व्यतिरेकः अस्ति अहं. रोहिणी भगिनी वदतु, अत्र मम शरीरम् इति किमर्थम् उक्तम्? मम ओन्लि, अहं शरीरं नास्ति, शरीरं मम अस्ति, अहं व्यतिरिक्तः अस्ति, शरीरात् व्यतिरेकः अस्ति. उत्तमं. वेदान्ते एतत् सर्वम् उच्यते. मम नेत्रं, मम मुखं, मम हस्तः, मम पादाः एवं वदामः, एवमेव मम शरीरं, शरीरान्तर्गत अन्तर्गतः जीवात्मा अस्ति, जीवस्य अधिष्ठाता अस्ति, जीवात्मा अस्ति तस्य शरीरं. मृगः इति पदं दत्तमस्ति खलु, भवती श्रुतवती वा मृगतृष्णा इति? आं भगिनि. मृगतृष्णा किम्? एन्दमाव. जलस्य आभासः अस्ति चेत् मृगाणां तृष्णा विद्यते एव. जलस्य आभासः अस्ति चेत् जलाभासात् मृगाणां तृष्णा या विद्यते सा एव मृगतृष्णा. शरीरम् इति पदमस्ति, नपुंसकलिङ्गपदं खलु. शरीरम् इति पदं कथं निर्मितं? क्रियादिगणे एकः धातुः अस्ति श्रू इति धातुः, तस्य लटीरूपं शृणाति. शृणाति हिंसायाम् इत्यस्मिन् अर्थे, डेस्ट्राय् इत्यस्मिन् अर्थे, हिंसायाम् इत्यस्मिन् अर्थे श्रू धातुः अस्ति. श्रू धातुतः ईरन् प्रत्ययस्य योजनेन शरीरम् इति रूपं सिद्ध्यति. शरीरम् इत्यस्मिन् प्रसङ्गे किं वक्तव्यमस्ति? शीर्यते यत् शरीरम् अथवा शीर्यमाणं यदस्ति तदेव शरीरम्, शीर्यमाणम् एव शरीरम् इति. शीर्यते इति कर्मणि लट्. अपि च श्रू धातोः रूपाणि शीर्णः, शीर्णवान्. जिरू धातुः अस्ति चेत् जीर्ण इति भवति, श्रू अस्ति चेत् शीर्ण भवति. शरीरस्य अर्थः कः इत्युक्ते रोगादिना शीर्यते इति शरीरम्. शरीरं यस्य अस्ति सः शरीरं यस्य अस्ति सः सारः शारीरः शरीरी शरीरी शरीरं यस्य अस्ति सः शरीरी. तदपि नकारान्तप्रातिपदिकं, शरीरिन् इति नकारान्तप्रातिपदिकं. धन्यवादः भगिनि. अग्रे रोहिणी भगिनि भवती पठतु. अथवा अहं तापसः भविष्यामि, अथवा अन्यथा अहं तापसः भविष्यामि, भूधातोः लड्रूपं भविष्यामि. भूयोगः ई योगः स्यायोग अमि मिप् भू इत्यस्य गुणं भूत्वा भो भविष्यति. भूयोग ई भाव अदश एचाय एचयवायवः इति सूत्रेण भव भवति. भवयोग इडागमसहित स्यामि, इकारस्य परस्य सकारस्य मूर्धन्यादेशः भूत्वा भविष्यामि इति रूपं सिद्ध्यति. उत्तमम्. अथवा इत्यस्मिन् प्रसङ्गे पक्षान्तरम् इति वक्तुं शक्यते. पक्षान्तरम् इत्युक्ते अन्यस्मिन् पक्षे, पक्षान्तरेण अथवा अन्यस्मिन् पक्षे, पक्षान्तरं, मार्गान्तरं, देशान्तरम्, उपायान्तरं, द्रव्यान्तरम् इत्यादिषु पदेषु एकः समासः अस्ति, तस्य नाम मयूरव्यंसकादयः. कर्मधारे समासः मयूरव्यंसकादिसमासः अस्ति तेषु पदेषु. पक्षान्तरम् इति कथनेन अन्यः पक्षः. भिन्नरीत्या विग्रहवाक्यं वक्तव्यं भवति तस्मिन् समासे. अथवा इत्यस्मिन् स्थाने पक्षान्तरेण अथवा अन्यस्मिन् पक्षे किं भवति? अहं तापसः भविष्यामि. तापसः वदतु. तपं करोति इति तापसः. उत्तमम्. इदं पदमपि तद्धित प्रत्ययान्तपदमेव. तपः शीलं यस्य सः, न केवलं समस्तपदानां प्रसङ्गे, तद्धितान्तानां प्रसङ्गे अपि विग्रहवाक्यं वक्तव्यम्. साधारणतया समस्तपदानां प्रसङ्गे एव विग्रहवाक्यं सम्भवति इति चिन्तयामः. किन्तु तद्धितान्तानां प्रसङ्गे अपि विग्रहवाक्यं वक्तव्यं, तद्धित प्रत्ययान्तपदं भवति तापसः. अग्रे वदतु. अत्रैव जीविष्यामि, अत्र एव वृद्धिस्थं भूत्वा अत्रैव भवति. जीविष्यामि जीव धातु इडागमसहित स्यामि जीविष्यामि. उत्तमं. वृद्धिसन्देहे प्रसङ्गे सूत्रद्वयमस्ति, वृद्धिरादैच् इति वृद्धिसंज्ञासूत्रमस्ति, वृद्धिरेचि इति वृद्धिसन्धिविधायकसूत्रमस्ति. अत्र वृद्धिरेचि इति सूत्रेण वृद्धिसन्धिकार्यं भवति. जीव् धातुः इडागमसहितः सेट् धातुः, अतः जीविष्यामि इति भवति. अन्यानि रूपाणि अहं वदामि. जीवितुं जीवित्वा जीवितं, जीवितं कीदृशं पदम्? जीवितुं भिन्नं, जीवितं भिन्नं. उत्तमं. क्ताप्रत्ययान्तरूपम् अस्ति. जीवितुं जीवित्वा जीवितं जीविष्यति इत्यादिषु पदेषु इडागमः दृश्यते. इत्युक्ते धातुः सेट् धातुः अस्ति. ल्यबन्तरूपं किं भवति? सञ्जीव्य इति भवति. रोहिणी भगिनी वदतु. सञ्जीव्य उपसर्ग अस्ति. उत्तमं. ल्यबन्तरूपं खलु? सुजाता भगिनी वदतु. आं भगिनि, सम् उपसर्ग अस्ति, सञ्जीव्य भवति, यकारः अन्ते आयाति. यकारः इति वदामः वा नो चेत् या इति वदामः? या सञ्जीव्य. ल्यप् इति प्रत्यये पकारः इत्संज्ञकः, लकारः लशक्वतद्धिते इत्यनेन इत्संज्ञकः भूत्वा या शिष्यते. सम् उपसर्गपूर्वकः, जीव् धातोः परं, ल्यप् प्रत्ययस्य योजनेन ल्यप् प्रत्ययस्य अवशिष्टभागः या अस्ति. वदतु. अतः सञ्जीव्य भवति वर्णमेलनेन सञ्जीव्य. रोहिणी भगिनी अग्रे वदतु. नैव प्रतिगमिष्यामि, न एव तत्रापि वृद्धिसन्धिः. नैव प्रतिगमिष्यामि, प्रति उपसर्गपूर्वक गमिष्यामि, गन्धातोः लड्रूपं गमिष्यामि, उत्तमपुरुष एकवचनम्. उत्तम. नैव इति दत्तमस्ति खलु वृद्धिसन्धिः, एवमेव न एक नैक इति भवति. साधारणतया वयं किं वदामः? अनेके धन्यवादाः इति वदामः खलु, तस्मिन् स्थाने नैके धन्यवादाः इति अपि साधु. न एके अनेके, नैके धन्यवादाः इति अपि साधु. प्रतिगमिष्यामि प्रति उपसर्गपूर्वकः गम् धातोः रूपमस्ति. एवम् इत्युक्ते अनेन प्रकारेण. वदतु. बहुविधं चिन्तनं कृत्वा अन्ते आञ्जनेयः अहम् अशोकवने अन्वेषणं न कृतवान्, तत्रापि करोमि इति निश्चयं कृत्वा अशोकवनं गच्छति, तत्र सीतां च पश्यति. निश्चयं कृत्वा किञ्चित् वदतु. अपि भवति चिन्तनं कृत्वा निधिपूर्वकः धातु जानामि. चि इति धातुः अस्ति. चि धातोः रूपं चिनोति. चि धातुः स्वादिगणे अस्ति. चिनोति चिनुते इति रूपद्वयं. चि धातोः रूपमेव चयः. निस् उपसर्गपूर्वकः चि धातुतः अच् प्रत्ययः. निश्चयः इति पुंलिङ्गपदमेव. निश्चयः चि धातोः रूपं चयः. अत्र क्रु धातुः सकर्मकः, क्त्वान्तरूपमपि कर्मपदं स्वीकरोति, अतः निश्चयं कृत्वा इति लिखितमस्ति. चि धातोः क्त्वान्तरूपं किं भवति? चित्वा. उत्तमं. चि धातोः ल्युडन्तं किं भवति? चयनम्. उत्तमम् उत्तमं. बहुविधं चिन्तनं, द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. अन्वेषणं वदतु. अनुपूर्वक इषु धातु इषुयोग अन्वेषणम्. गते वर्गे अहम् उक्तवती इष् धातुः इच्छार्थे अस्ति. इच्छार्थे तुदादिगणे अस्ति. इष् धातोः रूपम् इच्छति भवति. अन्यधातुः अपि अस्ति, दिवादिगणे एकः धातुः अस्ति गत्यर्थकधातुः, दिवादिगणीयगत्यर्थक इषु धातोः रूपमेव अत्र दत्तमस्ति. इषु धातोः रूपम् एषणम्, अनु उपसर्गपूर्वकः एषणम्, सन्धिकार्यं भूत्वा अन्वेषणम्, यण् सन्धिकार्यम् इको यणचि इत्यनेन यण् सन्धिकार्यं भवति. अशोकवनं वदतु. न शोकः यत्र तत् अशोकः, अशोक एव अशोकानां वन, अशोकवृक्षस्य वनः. तादृशम् अर्थः एव अस्ति. वनस्य नाम एव अशोकम् अस्ति चेत् तत्र सम्भावनापूर्वपदकर्मधारे समासः भवति. किन्तु अशोक इति वृक्षस्य नाम भवति चेत् अशोकवृक्षैः आवृतं युक्तम्, अशोकवृक्षैः पूर्णम् आक्रान्तम् आवृतं वनम् इति वक्तुं शक्यते. तदेव अशोकवनं. भवती एव वदतु, करोमि इति रूपं कथं साधनीयम्? कृयोगः निप् कृ भवति, प्रक्रिया न जानामि. चिन्ता मास्तु. सुजाता भगिनी, भवती वक्तुमिच्छति वा? कृ कर् भवति. कथं? सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. निमित्तं किं? कुरु करो केन निमित्तेन, तत्र निमित्तं किं, किं निमित्तीकृत्य तत्र गुणकार्यं? क्रूधातुः तनादिगणे अस्ति खलु? तनादिगणः आम्. तनादिकृण्भ्यः उः वदतु. तनादिगणे उ प्रत्ययः अस्ति, करु भवति, करु मि करोमि भवति. सूर्यकुमारी भगिनी, इतोपि स्पष्टतया वक्तुमिच्छति वा? करोमि. अहं न जानामि भगिनि, प्रयत्नं करोमि. तत्र क्रु इति तनादिगणीयधातुः, तस्य उ इति विकरणप्रत्ययः, उ इति आर्धधातुकप्रत्ययः इति अपि उच्यते. क्रु योगः तिप् इति अस्ति चेत् तस्य विकरणप्रत्ययस्य विवक्षायां तत्र उ इति मध्ये आयाति, अतः क्रु योगः उ योगः ति इति भवति. उ इति आर्धधातुकप्रत्ययः अस्ति, अतः सार्वधातुकार्धधातुकयोः इत्यनेन क्रु इत्यस्य गुणः भूत्वा कर् इति भवति, उरण् रपरः इत्यनेन अपि. कर् योगः उ योगः ति, तत्र पुनः कर् योगः ओके ति तिप् इति तिप् इति तित् प्रत्ययः अस्ति, अतः तिप् इत्यस्य कारणेन उकारस्य गुणः भूत्वा ओ भवति, अतः अधुना कर् योगः ओ योगः ति, तत्र करोति इति अन्तिमरूपम्. उत्तमं. कुरु इति धातुरूपी अङ्गमस्ति, धातुरूपी अङ्गम् उ विकरणप्रत्ययस्य कृते अङ्गम्. धातुः तनादिगणे अष्टमे गणे अस्ति इति कारणतः उ इति आर्धधातुकप्रत्ययः. सर्वे विकरणाः सार्वधातुकाः उ विकरणप्रत्ययं त्यक्त्वा उ विकरणप्रत्ययः आर्धधातुकः. आर्धधातुकविकरणप्रत्ययं निमित्तीकृत्य क्रु इति धातुरूपी अङ्गे सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा क्रु कर् भवति, कर् योगः उ करु, करु इति अङ्गं भवति तिप् प्रत्ययस्य कृते अथवा मिप् प्रत्ययस्य कृते. मिप् इत्यस्मिन्नपि पित्वम् अस्ति, अतः तिप् प्रत्ययम् अथवा मिप् प्रत्ययं निमित्तीकृत्य, तिङ् प्रत्ययं निमित्तीकृत्य अत्र करु इति उकारान्तम् अङ्गम् अस्ति इति कारणतः पुनः गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इत्यनेन. द्विवारं गुणकार्यं भवति, अतः करोमि इति रूपं. कृत्वा वदतु भगिनि. कृयोगः त्वान्तरूपं कित् अस्ति चेत् गुणः भवति कृत्वा. तावदेव, केवलं वर्णमेलनमेव भवति. क्रूयोगः क्त्वा प्रत्ययः अस्ति, अपि च निश्चयं कृत्वा इति लिखितम् अस्ति, तस्मिन् स्थाने निश्चित्य इति अपि साधु. निश्चित्य तत्र उपसर्गपूर्वकः चीधातुतः ल्यप् योजनेन निश्चित्य इति रूपमपि भवितुं शक्नोति. पश्यति इति रूपमस्ति, तस्मिन् प्रसङ्गे वयं चिन्तनं कृतवन्तः. शिति परे इति उक्तमस्ति. पिब आदेशः भवितुं पाधातोः परं शप्रत्ययः अस्ति. धातुः भुवादिगणे अस्ति इति कारणतः चतुर्शलकारेषु शपायति. शप् षित् अस्ति इति कृत्वा षित् प्रत्यये परे पाधातोः प्रसङ्गे पिब आदेशः भवति. दृश् धातुः अस्ति चेत् पश्य आदेशः भवति. पश्यति इति प्रसङ्गे अपि पाघ्राध्मा इति दीर्घसूत्रमेव कार्यं करोति. दृश् स्थाने पश्य आदेशः भवति तत्र. शिति परे इत्युक्ते सार्वधातुकलकारेषु, तदर्थमेव पश्यति, पश्यतु, अपश्यत्, पश्येत् इत्यादीनि रूपाणि सिद्ध्यन्ति. आञ्जनेयः इति किमपि तस्य व्युत्पत्तिः का भगिनि? आञ्जनायाः अपत्यं पुमान् तद्धितान्तं रूपम् अस्ति. अपि च अहं वानप्रस्थः इत्यस्य अन्वेषणं कृतवती. शब्दकल्पद्रुमे तत्र अस्ति वानप्रस्थः इति. वनप्रस्थे जातः अण् प्रत्ययस्य योजनेन वानप्रस्थः इति. वनप्रस्थे जातः अण् इति दत्तमस्ति. वयं सर्वे मिलित्वा साधुचिन्तनं कृतवन्तः. अग्रे प्रश्नाः सन्ति, प्रश्नानाम् उत्तराणि लिखन्तु. आगामिन्यां कक्षायां तस्मिन् प्रसङ्गे चिन्तनं भविष्यति. अत्र इदानीं स्थगयामः. सर्वेषां धन्यवादः.